तर्हि गत रविवासरे अस्माभिः इति संज्ञाप्रकरणं समापितम्. अधुना वयं नूतनविषयम् आरभामहे. तत्र करपत्रं नास्ति महोदय, इति संज्ञापर्यन्तम् एव करपत्रम् अस्ति. पुस्तकमपि आर्डर् कृतवती, इतोपि न करपत्रम् इत्संज्ञापर्यन्तमेव न, तदनन्तरमस्ति खलु. अहं मया मया लिङ्क् प्रेषितं खलु. तत्र ईमेल् मध्ये ईमेल् मध्ये इत्संज्ञापर्यन्तम् एव न, तदनन्तरं क्लास् अस्ति खलु. पुनः अस्ति किं क्लास् रीडिङ्ग् मटीरियल्? करपत्र क्लास् रीडिङ्ग् मेटीरियल् अस्ति वा? क्षम्यतां क्षम्यतां महोदय, अहं पश्यामि इदानीम्. म्यूट् म्यूट् करोतु. अस्तु, अधुना नूतनविषयः अस्ति धातुगणाः. तर्हि वयं जानीमः यत् दशधातुगणाः सन्ति, ह्वादिगण, तुदादिगण, अदादिगण, युवत्यादिगण इति. तर्हि धातुगणाः के के सन्ति, तेषां महत्त्वं किं, के के सूत्राणि धातु धातुगणेभ्यः के के सूत्राणि सन्ति इति अधुना वयं द्रक्ष्यामः. तर्हि लीना भगिनी, नमस्ते लीना भगिनी, कृपया पठतु. पठामि. आम्. गुणः सूत्रसहिता दृष्टिः इति करपत्रं पठितव्यम्. आमाम्. एतावता अस्माभिः हलो हलो लीना भगिनी अस्ति वा? नमस्ते, अमितो अस्मि. आम् नमस्ते, क्षम्यतां विलम्बाय. लीना भगिनी गतवती वा? रघुपदामि. रघुपति महोदय अस्ति. आं महोदय. भवान् पठतु कृपया. महोदय, मम पार्श्वे करपत्रं नास्ति. कस्मिन् कर तत्र ईमेल् मध्ये लिङ्क् प्रेषितवान्. जीरो टु ए धातुगणाः दृष्टिः न निमित्तमस्ति. तदनन्तरम् इति संज्ञाप्रकरणं, तदनन्तरं धातुगणः प्राप्तं महोदय. प्राप्तं वा महोदय? रघुपति महोदय, भवादिगण एतद् वा? भवादिगण, अदादिगण न, तत् प्रथमं तु अस्ति 0 to 8 धातुगुणसूत्रसहितदृष्टिः. गुणः सूत्रसहितदृष्टिः निमित्तमस्ति खलु, निमित्तम् इति संज्ञाप्रकरणम्. एकनिमिषम्. अस्तु, भवान् पश्यतु, अहम् अग्रे गच्छामि. विजि महोदय अस्ति खलु? हलो, अस्मि महोदय. पठामि. धातुगणाः सूत्रसहितदृष्टिः. एतावता धातुगणाः अधीताः, मूलयन्त्राणि अपि ज्ञातानि. तत्र पाणिनीयसूत्रं कथं पठनीयम् इति बुद्धम्. अतः सम्प्रति सूत्रसहितदृष्ट्या धातुगणेषु यत् गुणकार्यं प्रवर्तते तत् पुनः परिशीलनीयम्. कुत्र कुत्र गुणकार्यं भवति, कुत्र न भवति, किमर्थं च इति एतत् सर्वं चिन्तनीयम्. अग्रिमेषु चतुर्षु पाठेषु सूत्राणां द्वारा गुणपरिचयः इतोपि गभीरः क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्। अधुना इदानीं पर्यन्तं वयं दृष्टवन्तः धातुगणपाठः मूलयन्त्राणि इत्संज्ञाप्रकरणम् इति, अपि च पाणिनीयसूत्रे धातुगणेषु यत् गुणकार्यं प्रवर्तते इति अग्रे पठामः। कुत्र कुत्र गुणकार्यं भवति, कुत्र न भवति, किमर्थं भवति इदानीं विषयाणि चिन्तनीयं कुर्मः। अग्रिमेषु चतुर्षु पादेषु वयम् एतत् सर्वं पठिष्यामः। शुद्धं वा महोदय? आं महोदय, आं महोदय। सुमित्रा अस्मि, इदानीमेव आगतवती। आं महोदय, अग्रे अपि भवान् भवती एव पठतु। एकः गुणः सूत्रसहिता दृष्टिः। द्वे उपधायाम् अपि गुणः सूत्रसहिता दृष्टिः। तृतीया तुधादिगुणे न गुणः। चतुर्थं केषु गुणेषु गुणः सम्भवति, केषु गणेषु केषु गणेषु गुणः सम्भवति धात्वङ्गे। आदौ गुणः सूत्रसहितं गुणः पठाम, अग्रे उपधायां उपधायां विषये अग्रे किञ्चित् पुनस्मारणं करणीयं। सूत्रसहितं द्रष्टव्यं, तदग्रे तुधादिगणे विषयः गुणः अस्ति वा इति चिन्तनं करणीयं। चतुर्थं केषु गुणेषु गुणः सम्भवति धातोः अङ्गे इति सर्वं अग्रे पठामः। धन्यवादः महोदय। धन्यवादः। अस्माभिः पूर्वतने वर्गे अस्माभिः पठितमस्ति यत् परिचयः जातः यत् गुण धातुगणः कः अस्ति, गुणकार्यं किम् अस्ति इति। परन्तु अधुना वयं सूत्रसहितगुणकार्यं द्रक्ष्यामः। अष्टाध्याय्यां के सूत्राणि सन्ति, गुणस्य के सूत्राणि सन्ति इति वयं द्रक्ष्यामः। तत्र चत्वारः पाठाः सन्ति। प्रथमपाठः अस्ति सूत्रसहितदृष्ट्या सह गुणकार्यं कथं भवति, तदनन्तरम् उपधायाम् अपि गुणः कथं भवति। सर्वे जानन्ति वा उपधा का अस्ति? आं महोदय। आं महोदय। आम् कोऽपि वदति वा उपधा किं का अस्ति? अस्तु अस्तु, उत्तमम्। तदनन्तरं वयं द्रक्ष्यामः यत् तुदादिगणे गुणः किमर्थं भवति, भवादिगणे भवति परन्तु तुदादिगणे न भवति, किमर्थम्। तदनन्तरम् अन्तिमे वयं द्रक्ष्यामः यत् केषु केषु गणेषु गुणकार्यं सम्भवति, केषु केषु गणेषु न सम्भवति इति। अस्तु, तर्हि अधुना प्रथमकरपत्रं वयं पठिष्यामः। 2A पार्ट् 1 गुणः सूत्रसहिता दृष्टिः। कृपया उद्घाटयतु सर्वे। अस्तु, सुमित्रा भगिनी कृपया आरम्भं करोतु। आं महोदय। गुणः सूत्रसहिता दृष्टिः। एतावता अस्माभिः दृष्टं यत् भुवादिगणे धात्वङ्गस्य सर्वे गुणः भवति स्वरे स्वरे क्षम्यतां धात्वङ्गस्य स्वरे गुणः भवति केषां स्वराणां गुणादेशः भवति खाभ्यां नियमाभ्याम् इत्यपि अस्माभिः दृष्टं कानिचन उदाहरणानि अपि निरूपितानि आसन् इदानीं पुनः गुणविषये विचारायाम अस्मिन् पर्याये सूत्रसहितचर्चा करिष्यते वदामि वा किम् इति पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान् तत्र संस्कृतभाषायाः सम्पूर्णं मानचित्रं लभ्यते एकैकं पदं कथं निर्मितम् इति अनेन ग्रन्थेन ज्ञायते इदं मानचित्रं सूत्ररूपेण विरचितं तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम् इच्छति पाणिनीयसूत्रधारेण सूत्र आधारेण प्रदर्शनीयं भवति व्याकरणलोके सूत्रं प्रमाणम् अतः एवं रीत्या धातुविषये अपि अवलोकनीयं पद्धतिः अपि अत्यन्ता सुन्दरी तर्हि अग्रे सरेम धातुगणव्यवस्थां गुणव्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम किमस्ति महोदय आशयं वदतु महोदय प्रथमम् अस्ति धातु अङ्गस्य स्वरे गुणः अस्ति भवति इति यदा वयं भुवादिगणे किम् अभवत् इति दृष्टवन्तः पूर्वं गुण आदेशः स्वराणां भवति कदा नियमाभ्याम् इति अपि दृष्टवन्तः उदाहरणानि अपि कदा निरूपणं साध्यम् इति पुनः एकवारं गुणविषये किञ्चित् चर्चा करणीयम् इति एव विषयः पाणिनिः रचितवान् अष्टाध्यायी नाम एकः ग्रन्थम् एकं ग्रन्थं तत्र भाषायाः मानचित्रम् इत्युक्ते बर्ड्स् ऐ व्यू खलु मानचित्रम् इति मानचित्रम् इत्युक्ते मेप् किं महोदय मेप् अस्तु अस्तु यदा चिन्तयामि मेप् इति अस्ति अस्तु गणितम् इति वा फार्मुलास् आं फार्मुला मेप् रोड् मेप् रोड् मेप् सम्पूर्णं मानचित्रं वयं द्रष्टुं शक्नुमः पाणिनीयग्रन्थे एकैकपदं कथं निर्माणं करणीयम् इति तद्ग्रन्थेन ज्ञायते तानि मानचित्राणि सूत्ररूपेण विरचितवान् पाणिनीमहर्षिः तथा व्याकरणे किमपि अथवा कोऽपि कदापि प्रदर्शयितुं सः इच्छति पाणिनीयसूत्र आधारेण एव प्रदर्शनीयम् इति अतः सूत्रम् एव प्रमाणं सोर्स् इति वदामः खलु ओरिजिन् अथवा सोर्स् इति सूत्रमेव प्रमाणं प्रूफ् अस्तु व्याकरणलोके अतः धातुविषये अपि किञ्चित् अवगमनम् आवश्यकं पद्धतिः अपि सुन्दरी अस्ति तत्र अतः धातुगणव्यवस्थां अथवा गुणं च सूत्रस्य माध्यम सूत्रस्य प्रमाण सूत्रं स्वीकृत्य परिशीलयाम इति विषयः तत्र अस्तु धन्यवादः महोदय धन्यवादः तर्हि मम प्रश्नः अस्ति सर्वेषां कृते गुणः इत्युक्ते किं कोऽपि जानाति वा इति अक्षराणि गुणः इति वदन्ति ह्रस्वकार अदेन् गुणः सूत्र किमस्ति अदेन् गुणः इति अत्र इत्युक्ते अदेन् गुणः इत्युक्ते अत् च ओत् च अत् च इत्युक्ते अकारः ह्रस्वाकारः अनन्तरम् ओत् मध्ये तु ओ ए आगच्छति स्वराः आ ओ ए त्रयः स्वराणां गुणः इति अस्माकम् आचार्यः वदति पाणिनिमहोदय एकमेव अस्ति अदेन् गुणः अत्र अत् एङ् गुणः अत्र अत् इति ह्रस्व अकारः एङ् प्रत्याहारे के के वर्णानि आगच्छन्ति एङ् प्रत्याहारे तु अक्षरद्वयं स्वरद्वयम् आगच्छति ए ओ ऐङ् रुलुक् ए ओङ् ए ओङ् एङ् तर्हि अकारः एकारः ओकारः इति एव गुणवर्णाः सन्ति इति महत्त्वमस्ति अस्तु तर्हि कोऽपि यदि पृच्छति यत् गुणः किमस्ति अ ए ओ इति अदेन् गुणः गुण इति विषयस्य संज्ञासूत्रमस्ति इति अस्तु अग्रे गच्छामः वसुधा महोदय अस्ति खलु आं महोदय अग्रे पठतु आम् अतः एवं धातु एवं रीत्या धातुविषये अपि अवलोकनीयं पद्धतिः अपि अत्यन्तसुन्दरी तर्हि अग्रे सरम धातुगणव्यवस्थायां गुणव्यवस्थायां च सूत्रस्य माध्यमेन परिशीलयाम पूर्वम् अस्माभिः द्रष्टं यत् भवादिगणे नियमपद्धत्या बलेन गुणं क्रियते एकः नियमः यत्र धातोः अन्तिमवर्णः स्वरः अपरिनियमः यत्र धातोः उपधा स्वरः इति अधुना प्रथमनियमम् अवलोकयाम भूधातोः माध्यमेन भवाद्वादिगणे अन्तिमवर्णः इ ऊ इति चेत् तस्य वर्णस्य गुणः भवति यदा भू भो भवति जि जे सृ सर् अस्तु उपरि लिखितः नियमः पूर्वमेव द्रष्टः किन्तु अन्यं नियमं कुतः आगतः इति चेत् भू अयम् अस्तु उपरि नियमः अस्ति अस्ति चेत् कुतः आगतः अग्रे सराम वा न वा एकवाक्यं पठतु अस्तु इति चेत् भू प्लस् शप् प्लस् ति भवति इति उदाहरणं पश्यामः अस्तु अत्र अस्माकं स्वरूप महोदय किं वदति इत्युक्ते पूर्वमेव तत्र नियमद्वयमस्ति द्वादिगणे कथं भवति इति गुणः एकम् अस्ति अन्तिमवर्णः धातोः अन्तिमवर्णः स्वरः भवति चेत् किं भवति अन्यत् नियममस्ति धातोः उपधा स्वरः भवति चेत् किम् अस्ति प्रथमनियमं तु किं भवति इत्युक्ते भू अस्माकम् उदाहरणम् अस्ति भू किं भवति इत्युक्ते भो भवति इत्युक्ते अन्तिमवर्णः तु इ ऊ भवति चेत् वर्णान् आगच्छन्ति चेत् भू अस्माकम् अन्तिमवर्णः तु ऊकारः तत् ऊकारः ओ भवति जि धातु मध्ये तु जि ईकारः तत् तु जे भवति सृ सर् भवति तत् नियमः अस्माकं वयं पूर्वतनपाठे अभवत् अन्तिमनिगः किं भवति इत्युक्ते चेत् तत्र एतत् उदाहरणमध्ये आगच्छति भू प्लस् शप् प्लस् ति इति मिलित्वा किञ्चित् मेजिक् बाक्स् इव भवति तत् उदाहरणे अन्यत् नियमम् इत्युक्ते उपधा मध्ये दीर्घं भवति चेत् किम् आगच्छति इति भवति अस्तु तर्हि भवती यत् मेजिक् बाक्स् इति वदति तर्हि अधुना वयं द्रक्ष्यामः यत् तत् मेजिक् बाक्स् मध्ये किम् अस्ति इति तर्हि वयं सर्वे जानीमः यत् गुणकार्यं भवति, गुणकार्यस्य नियमाः के के सन्ति इति प्रायः वयं सर्वे जानीमः, परन्तु सूत्र के के सूत्राणि सन्ति, कानि कानि सूत्राणि सन्ति येन गुणकार्यं भवति इति तु अधुना पर्यन्तं वयं न जानीमः, तत् अधुना वयम् अग्रे द्रक्ष्यामः इति आशयम् अस्ति। अस्तु, अग्रे सरला भगिनी कृपया पठतु, गुणस्य चिन्तनकर्मः। अस्तु महोदय, गुणस्य चिन्तनक्रमः। आहत्य प्रक्रिया एतादृशी, भूयोग शप् योगति लशकु वत्तद्धित्ते इति सूत्रेण, हल्यन्तं तस्य लोप इति सूत्रेण शकारपकारयो लोपः, भूयोग अयोगति तिञ्चित् सार्वधातुकम् इत्यनेन शप् प्रत्ययस्य सार्वधातुकसंज्ञा, सार्वधातुक आर्धधातुकयोः इत्यनेन सार्वधातुकप्रत्यये परे इङन्तम् इङन्तम् अङ्गस्य इकः गुण भो योग योगति एचो यवायावः इत्यनेन ओ स्थाने अव भ योग अव योग अयोगति वर्णमेलने भवति। अत्र उदाहरणम् अस्ति कथं भू भ्वादि गणे यद् भूधातुः अस्ति तस्य अन्तिमरूपं भवति कथम् आगच्छति। प्रथमं धातोः सह शप् विकरणपत विकरणप्रत्ययः अस्ति, तस्य योजनेन अपि ते तिङन् प्रत्यय योजनेन योजितमस्ति। लशकुवत्तद्धित्ते इति संज्ञासूत्रं धातो संज्ञासूत्रमस्ति प्रत्यये कारणे शक् विकरणप्रत्ययस्य शकारस्य लोपः भवति कारणे कि आदौ शकारः अस्ति। संज्ञासूत्रं नास्ति महोदय, लशकुवत्तद्धित्ते द्विसूत्रमस्ति खलु, अस्माभिः दृष्टम् इति संज्ञाप्रकरणे शकार प्रत्ययस्य आदौ शकार अस्ति तस्य संज्ञा भवति, तद् तस्य लोपति सूत्रेण शकारस्य तालव्यशकारस्य लोपः भवति। पकार हलन्त्येन अन्तिमवर्णस्य संज्ञा भवति, तस्य लोप इति सूत्रेण तस्य लोपः भवति, अवशिष्यते अकारवर्णः। अत्र किम् अवशिष्यते, भू योग अयोगति इति सर्वे वयं सर्वे जानीमः गतद्वे सप्ताहे पाठं पठित्वा। इदानीं भूयोग अयोगति अत्र नूतनं सूत्रम् आगच्छति, तिंशित् सार्वधातुकम्। अनेन सूत्रेण तिंशित् सार्वधातुकं शप् प्रत्ययस्य सार्वधातुकसंज्ञा भवति, शप् प्रत्यय अस्ति तस्य सार्वधातुकसंज्ञा, इतपि संज्ञासूत्रम् अस्ति किञ्चित् सार्वधातुकं प्रत्ययस्य इदानीं संज्ञा भवति सार्वधातुकसंज्ञा। यदि प्रत्यय सार्वधातुकसंज्ञा आप्नोति तदनन्तरम् अन्यसूत्रं कार्यं करोति सार्वधातुक आर्धधातुकयोः। तत् सूत्रं किं वदति, यदि इङ् प्रत्ययस्य अन्ते एक वर्ण अस्ति अङ्गस्य अन्ते अङ्गकार्यम् अस्ति, अत्र भूयोग अयोग भवति तत्र भो भवति तस्य भू, यदि अङ्गम् अकार धातु परे अस्ति धातु अन्ते एक वर्ण अस्ति गन्तव्यम् एक अङ्गस्य एक गुणः भवति, अत्र भू अन्तिमे अन्तिमवर्ण उकार अस्ति तस्य गुणः भवति ओ, भवति भो आगच्छति. तदनन्तरम् अन्यसूत्रम् एचोया वायाव ओ योग तस्य तस्य योजनेन सन्धिकार्यं भवति अव आगच्छति भवति भवति. महोदय अहं कार्यालये अस्मि, मया स्वीकृतं भवति ध्वनि. ओके अस्तु अस्तु अस्तु अस्तु. तर्हि किमस्ति यत् भू धातुतः भवति इति पदं कथं कथं तस्य कथं निर्माणं कथं भवति इति अत्र लिखितमस्ति. के सूत्राणि आगच्छन्ति इति लिखितमस्ति. तर्हि अधुना वयं सोपानेन द्रक्ष्यामः यत् कथं भू धातुतः भवति इति रूपं निष्पद्यते. अस्तु जानकी महोदय अस्ति खलु? नमस्ते महोदय. क्षम्यतां क्षम्यताम्. एक प्रश्नः, तिङ्क्षित् सार्वधातुकम् इति सूत्रेण किं कार्यम् इति वयम् अग्रे द्रक्ष्यामः. सोपानेन यदि वयं द्रक्ष्यामः तत्र सार्वधातुक अर्थधातुकयोः अपि कार्यम् इति द्रक्ष्यामः. द्वितीयसोपाने अस्ति. अस्तु धन्यवादः. अस्तु जानकी महोदय पठामि वा महोदय? प्रथमं सोपानं पठतु. प्रथमतया शप् प्रत्ययः अवगन्तव्यः. शप् प्रत्यये शकारः न तिष्ठति अपि तु अपगच्छति किल, किमर्थम् इति जानीमः. लशक्वतद्धिते इति सूत्रेण प्रथमाध्याये तृतीयपादे अष्टमसूत्रम् इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य इत्संज्ञा, तदा तस्य लोपः. प्रथमाध्याये तृतीयपादे नवमसूत्रम् इत्यनेन इत् सम्यकस्य शकारस्य लोपः. इदानीम् एतदवगच्छतु, यस्मिन् प्रत्यये शकारः इत्सम्यकः वर्णः अस्ति सः प्रत्ययः षित् इति उच्यते. षित् यस्मिन् शकारः इत् सः प्रत्ययः षित्. शकारः इत्यस्य सः षित् इति बहुव्रीहि समासः. शप् विकर्णप्रत्यये शकारस्य इत्सम्या अस्ति, अतः शप् प्रत्ययः षित् इति उच्यते. किमस्ति अत्र सोपानानि सन्ति. प्रथमसोपानमस्ति शप्रत्ययः. शप्रत्ययतः कथम् अ इति स्थापयामः, तदनन्तरं तस्य अन्य एक संज्ञा भवति कथं भवति इति सोपानमस्ति. शप्रत्यये साक्षात् शप् इति न योजयामः, तत् श लशक्वतद्धिते इति सूत्रेण शकारस्य इत्सम्यक भवति, पुनः तस्य लोपः भवति. अनन्तरं हलन्त्यम् इति सूत्रेण अन्ते विद्यमान पकारस्य लोपः भवति, इप् तस्य इत्सम्यक भवति, पुनः तस्य लोपः भवति. अनन्तरम् अ एव अवशिष्यते. अत्र शकारः इत्सम्यकः भवति इति कारणात् इश् इत् मिलित्वा षित् इति भवति. सो शप्रत्ययः षित् इति अस्ति इति उच्यते. अत्र शकारः इत् अस्ति, अतः षित् अस्ति खलु शप्. तर्हि पकारः अपि हलन्त्यम् इति सूत्रेण इत् अस्ति खलु. तर्हि शप् षित् अपि अस्ति, अधुना पित् अपि अस्ति. आम् उत्तमम्. ये गतरविवासरे अस्माभिः दृष्टं खलु यत् ये वर्णाः इत्संज्ञकाः सन्ति तेन तत् प्रत्ययस्य अथवा प्रत्ययस्य नामकरणं भवति. यत्र शकार अस्ति इत् अथवा षित्, पकारः अपि इत् अस्ति अतः पित् अपि अस्ति. तर्हि शप् प्रत्ययः षित् अस्ति पित् अस्ति इति. तस्य लोपः इति सूत्रेण केवलम् अकारः इति तिष्ठति. अस्तु धन्यवादः महोदय. अमित् महोदय अग्रे पठतु. द्वितीयसोपानं तिंशित् सार्वधातुकम्. तिंशित् सार्वधातुकम् इति संज्ञासूत्रम्. अनेन यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम्. सार्वधातुकम् एका संज्ञा. एकं नाम तावत् एव. व्याकरणे बहूनि नामानि सन्ति. आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति, केवलं नामकरणम्. तर्हि शप्रत्ययः षित् इति उपरि उक्तम्. यः षित् सः सर्वधातुकः इति अत्र उक्तम्. अतः शप्रत्ययः सार्वधातुकसंज्ञा प्राप्नोति. सारांशः: अनेन सूत्रेण शप्रत्ययः सार्वधातुकः इति अवगच्छामः. किमस्ति महोदय अधुना पर्यन्तम् आशयं किमस्ति? तिंशित् सार्वधातुकम् अनेन सूत्रेण यस्य प्रत्ययस्य तिङ् वा षित् वा अस्ति तस्य सार्वधातुकम् इति संज्ञा भवति. शप् प्रत्यये तिङ् इत्युक्ते किं महोदय, जानाति वा? तिङ् इत्युक्ते तिङ् प्रत्ययः. यः प्रत्ययः धातु धातु अग्रे गच्छति. सर्वे धातुतः सर्वे प्रत्ययः आगच्छन्ति इति तिङ् अस्ति वा, सन्ति वा? न, लकारस्य आगच्छति ते तिङ् प्रत्ययः. यद् यद् क्रियापदं वयं यदि क्रियापदस्य निर्माणं यदा वयं कुर्मः तत्र ये प्रत्ययाः आगच्छन्ति तत्र ते ते तिङ् प्रत्ययाः सन्ति प्रायः. तर्हि शप् प्रत्यय प्रत्यये श अस्ति इत् अस्ति तस्मात् शप् प्रत्ययः षित् इति संज्ञकः. षित् अस्ति तस्मात् सार्वधातुकम् अपि संज्ञक. षित् किमर्थमस्ति महोदय? शप् प्रत्यये श इति वर्णः आदौ अस्ति. इत् अपि अस्ति. केन सूत्रेण? केन सूत्रेण? लशक्व लशकु अतद्धिते इति सूत्रेण. अस्तु. तर्हि तिंशित् सार्वधातुकम् इति सूत्रेण शप् प्रत्ययस्य सार्वधातुकं संज्ञा प्राप्नोति. तर्हि ये ये प्रत्ययाः तिङ् प्रत्ययाः सन्ति, अष्टादश तिङ् प्रत्ययाः सन्ति, अथवा यः प्रत्ययः षित् अस्ति यत्र षकारः इत् वर्ण इत् इत् संज्ञकवर्णः अस्ति ते ते प्रत्ययाः सार्वधातुकं संज्ञां प्राप्नोति इति एव अस्ति, प्राप्नुवन्ति इति एव अस्ति. अस्तु, अग्रे वदतु महोदय पूर्णसूत्रार्थः अत्र उक्तः. पूर्णः सूत्रार्थः अत्र उक्तः. तिंशित् सार्वधातुकम् इत्युक्ते धातोः विहितः तिंशित् प्रत्ययः सार्वधातुकसंज्ञको भवति. श इत् यस्य सः षित् बहुव्रीहिः. तिङ् च षित् च तयोः समाहारद्वन्द्वः तिंशित्. तिंशित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदम् इदं सूत्रम्. प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं धातोः परश्च तिंशित् प्रत्ययः सर्वधातुकम्. किमस्ति अत्र तिंशित् सर्वधातुकम् इति सूत्रं? सर्वधातुकं नास्ति, सार्वधातुकम्. सोरि क्षम्यतां सार्वधातुकं तिङ्क्षित् सार्वधातुकम् इति सूत्रं तिङ्क्षित् इति बहुव्रीहि न षित् इति बहुव्रीहिसमासः तिङ्च षित् च तयोः समाहारद्वन्द्व तिङ्क्षित् इति समस्तपद पदम् इदं पदं प्रथमान्तं तिङ्क्षित् प्रथमान्तं सार्वधातुकम् अपि प्रथमान्तं द्विपदं सूत्रमस्ति. अस्य सूत्रे प्रत्ययः परश्च धातोः इति अधिकारः भवति. तस्मात् अनुवृत्तिसहितसूत्रं भवति. धातोः परश्च तिङ्क्षित् प्रत्ययः सर्वधातुकम् इति इत्यर्थे धातोः परः परः इत्युक्ते जानाति खलु धातोः परश्च परः इति यत् अनन्तरम् आगच्छति परपूर्व धातोः परः तर्हि किमस्ति धातोः परः तिङ्क्षित् प्रत्ययः प्रत्ययः सर्वदा पर अपि आगच्छति किल आम् परन्तु प्रत्ययः परमेव आगच्छति परन्तु कथं जानीमः यत् खलु तदपि सूत्रे लिखितं लेखनीयं खलु अतः परश्च इति वदति यत् अग्रे आगच्छति धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् तर्हि पुस्तकमस्ति वा सर्वत्र सर्वेषां समीपे अष्टाध्यायीसूत्रपाठः मत्समीपे तु अस्ति आम् येषां येषां समीपे अस्ति कृपया उद्घाटयतु पेज् 53 आम् उद्घाटितं तर्हि अत्र तृतीय अध्यायस्य प्रथमपादस्य प्रथमसूत्रमस्ति प्रत्ययः तर्हि प्रत्ययः इति एक बृहत् अधिकारसूत्र अस्ति बहु महत्त्वपूर्णं सूत्रमस्ति प्रत्ययः इति सूत्रस्य अधिकारः तृतीय अध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य पञ्चम अध्यायपर्यन्तं गच्छति तीन त्रयः अध्यायाः सन्ति चतुर्थ अध्यायः पञ्चम अध्यायः इति त्रयः अध्यायाः सन्ति यत्र प्रत्ययः इति सूत्रस्य अधिकारः अस्ति नाम किम् अस्मिन् एषु एषु अध्यायेषु यत् उक्तमस्ति तत्सर्वं प्रत्ययः इति अस्ति प्रत्ययानाम् अत्र वर्णनम् अस्ति तृतीयाध्याये चतुर्थाध्याये पञ्चमाध्याये इति अतः बहु महत्त्वपूर्णं बहु महत्त्वपूर्णः सूत्रम् अस्ति प्रत्ययः तदनन्तरं द्वितीयसूत्रं पठतु परश्च इति अपि परश्च इति सूत्रमपि इतः आरभ्य पञ्चम अध्यायपरिसमाप्तं तस्य अधिकारः अस्ति तत् सूत्रं किं करोति तत् वदति यत् प्रत्ययः यत् अस्ति तत् परम् इति आगच्छति प्रत्ययः इति यत् कोऽपि अनन्तरम् आगच्छति इति प्रत्ययः इति एव अस्ति धातुः अस्ति वा प्रातिपदिकम् अस्ति वा इति किमपि अस्तु प्रत्ययः सर्वदा परम् इति आगच्छति इति अस्तु तर्हि तृतीयपादे एकम् उदाहरणं दातुं शक्नोति धातोः परः धातोः परः किम् आगच्छति अत्र अस्तु वयम् अत्र एव पश्यामः अत्र भूयोगः शप् योगः ति अस्ति खलु आम् आं महोदय भूधातु अस्ति अस्ति अनन्तरं तत् परं तस्मात् परं किम् आगच्छति शप् आगच्छति शप् तर्हि प्रथमं तु शप् इति प्रत्ययः अस्ति इति षित् तदनन्तरम् अस्माभिः दृष्टं यत् शकारः इत् अस्ति अतः शप् इति षित् प्रत्ययः अस्ति अस्ति तर्हि लिखितमस्ति धातोः परं यत् धातोः परः यत् षित् प्रत्ययः अस्ति अस्ति तत् सार्वधातुकम् इति तर्हि अत्र शप् सार्वधातुकम् अस्तु धन्यवादः अस्तु हा इति अस्माभिः ज्ञातव्यम् अस्तु अग्रे गच्छामः अनानिमस् का अस्ति रघुपतिमहोदय अस्ति खलु हा महोदय पठतु तृतीयसोपानं तृतीयसोपानं शप्रत्यये शकारपकारयोः लोपः अकारः एव अवशिष्यते शकारस्य इत्संज्ञा लोपश्च इत्युक्तम् पकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा तस्य लोपः इत्यनेन इत्संज्ञकस्य पकारस्य लोपः भू योगशप् योगति लशकत्वद्दिते हलन्त्यं तस्य लोपः इति सूत्रैः शकारपकारयोः लोपः भू योग आ योग ति अत्र आ तु शप अत्र आ तु शप् आसीत् अधुना केवलम् अ दृश्यते तथापि शकारपकारयोः प्रभावः अस्ति एव अकारः शपः प्रतिनिधिः अत्र शप्रत्यये कथं शप्रत्ययस्य अन्तिम रूपं कथं भवति इति तस्य सूत्राधारेण वर्णितमस्ति शप्रत्ययस्य इदानीं वयं भूधातु स्वीकुर्मः चेत् अत्र भू तस्य विकरणप्रत्यय अस्ति शप् तिङन्तं तिङ्प्रत्यय अस्ति ति भूयोग शप् योग ति अत्र शप् प्रत्यये शकारपकारयोः लोपः इत्संज्ञा भवति इत्संज्ञक वर्णः शकार लशकपद्धिते इति सूत्रेण पकार अन्तिमपकार अस्ति हलन्त्यम् इति सूत्रेण अपगच्छति केवलम् अ एव अवशिष्यते अन्तिमे अन्तिम तिङ् प्रत्यय अस्ति अन्तिम ति अत्र अ तु शप आसीत् अधुना केवलम् अ दृश्यते तथापि शकारपकारः प्रभावः अस्ति एव सो अकार वयं द्रष्टुं शक्नुमः तत्तु पूर्वं शप एव अस्ति इति वयं वयं ज्ञेयम् तर्हि किमस्ति तर्हि किमस्ति यद्यपि यद्यपि तत् अत्र अकारः अस्ति अकारः अस्ति तत्तु शपः एव आम् तस्य शपः तस्य अकारः शपः प्रतिनिधिः शपस्य प्रतिनिधिः शपस्य न महोदय शपः अत्र शपः शपः प्रतिनिधिः सारि ओके शपः तर्हि किमस्ति यत् यद्यपि इत्संज्ञकवर्णाः यदि यदा तेषां लोपः भवति तर्हि केवलम् अकारः एव तिष्ठति परन्तु तत् अकारः तु शपः एव प्रतिनिधिः नाम शप्रत्यये ये गुणाः सन्ति क्वालिटीस् सन्ति ते अकारे अपि अस्ति केवलम् अकारः दृश्यते परन्तु शपः शप् मध्ये ये गुणाः सन्ति ते सर्वे अकारे अपि सन्ति अस्तु धन्यवादः महोदय अग्रे गच्छामः बिजी महोदय अस्ति खलु? आं महोदय, पठतु. भूधातुः अजन्तः स्वरान्तः धातुः नाम अन्तिमवर्णाः स्वरः इति. भूधातुः अच् प्रत्याहारः सर्वेषां स्वराणां सङ्ग्रहः, अतः अच् इति कश्चन सङ्क्षेपः स्वराणां कृते. तथा हि अपरप्रत्याहारः इक् इ उ उ ऋ लु इत्येषां प्रत्याहारः इक् इति उच्यते. भूधातोः अन्तिमवर्णः ऊकारः, अतः भू धातुः इगन्धः धातुः. इक् अन्ते यस्य सः इगन्धः, यस्य धातोः अन्तिमवर्णः इ इ उ ऋ वा सः धातुः इगन्धः धातुः. भू धातुः धातुः नाम अन्तिमवर्ण भू धातुः अस्ति, तस्य अन्तिमवर्णः ऊकारः स्वरः अस्ति. ऊकार इत्युक्ते स्वरः अस्ति. अच् प्रत्याहारः सर्वेषां स्वराणां सङ्ग्रहः. अच् प्रत्याहारः इत्युक्ते वयं जानीमः सर्वे स्वराः सन्ति अच् प्रत्याहारः मध्ये. अच् इति कश्चन सङ्क्षेपरूपेण पदं स्वराणां, अतः अच् इति कश्चन सङ्क्षेपः स्वराणां कृते अच् इति वदामः. तथा हि अपरप्रत्याहारः इक् इक् इति प्रत्याहारः, तत् मध्ये इ इ उ इत्येषां प्रत्याहारः चेत् इक् इति उच्यते. भूधातोः अन्तिमवर्णः ऊकारः, अतः ऊकारः तस्य मध्ये अस्ति खलु इक् इति प्रत्याहारमध्ये. अतः इक् अन्ते अस्ति चेत् इगन्धः इति वदामः. इगन्धः इत्युक्ते इक् अन्ते यस्य सः बहुवीर्यसमासः. इगन्धः इति उच्यते. यस्य धातोः अन्तिमवर्णः इ इ उ ऋ वा सः धातुः इगन्धः. इगन्धः धातुः इत्युक्ते इ इ उ ऋ इत्यादिवर्णानाम् अन्तिमवर्णः भवति. अस्तु, तर्हि वदतु जी धातु इगन्त अस्ति वा महोदय? जी जी धातु अस्ति खलु, जी जी जी ज इ जी, तत् इगन्त धातु अस्ति वा? अन्तिमवर्णः न अवगच्छामि, न जानाति. इगन्तधातुः किम् कः अस्ति, तस्य अर्थः? इकारः अन्तिमवर्णः भवेत्. इकारः केवलम् इकारः न, इक् वर्णः. इक् प्रत्याहारमध्ये इ आदौ लु लुकारः पर्यन्तं वर्णाः सन्ति. अन्तिमवर्णः इगन्धकधातुः, इगन्धकधातुः एव. तर्हि जि अपि इगन्धातुः अस्ति. तदनन्तरं सृ अस्ति खलु, सृ सृ इष् लोपः भवति. न न सृ धातु अस्ति सृ सृ सृ सृ सृ सृ तदपि इगन्तः धातुः किमर्थं ऋ ऋ अस्ति खलु ऋ अस्ति खलु इगन्तः इत्युक्ते ई प्रथमः लु पर्यन्तं सर्वेषां सर्वे धातोः इक् प्रत्याहारमध्ये सन्ति पट् पट् अस्ति वा इक् इगन्तधातु पट्ट पठति पठतः पठन्ति खलु पट् पट् हलन्त्यम् अनन्त्यं प इति उच्यते पट् हलन्ति अतः इगन्तः अस्ति वा इति प्रश्नः न नास्ति नास्ति महोदय न पट् पट् तु अजन्तः एव नास्ति पट् पट् धन्यवादः धन्यवादः महोदय सुमित्रा अस्मि भू इति प्रथमं दत्तं यत् स्वरान्तः अतः अजन्तः इति अनन्तरम् ईकारः अस्ति इति कारणात् इगन्तः इत्युक्ते भू इति इगन्तः अपि च अजन्तः इति वा आम् सर्वे इगन्ताः धातवः अजन्तः तु भवन्ति एव अस्तु महोदय तर्हि अन्ते उकारः अस्ति यत् तत् स्वरः अस्ति अतः अच् प्रत्याहारे आगच्छति अतः अजन्तः अस्ति उकारः इक् प्रत्याहारे अपि आगच्छति अतः इगन्तः अपि अस्ति इगन्तः चेत् किं कार्यम् विशेषकार्यमस्ति वा महोदय भवत्या समीचीनम् उक्तं विशेषकार्यम् अस्ति तद्विशेषकार्यम् अस्माभिः अग्रे द्रष्टुम् अग्रे किं पञ्चम एव सोपाने अस्ति आम् अस्तु अस्तु अग्रे अस्ति सरला महोदय सरला महोदय क्षम्यतां पूर्वम् अस्ति पञ्चमबिन्दु भूयोग अयोगति यत्र यत् संज्ञा कृत्वा लोपः साध्यते तत्र यस्य लोपः जातः स इत्संज्ञावान् इति कारणेन तस्य प्रभावः तिष्ठति कुत्र तिष्ठति बहुव्रीहिसमासेन यस्य इत्संज्ञकवर्णः तस्मिन् प्रभावः यथा शप् प्रत्यये शकारपकारयो इत्संज्ञां कृत्वा लोपः इत्संज्ञावान् शकार यस्य सः षित् शप् प्रत्ययस्य इत्संज्ञावान् शकार अतः शप् प्रत्ययश्चित् शप् षित् अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन शप् प्रत्ययः सार्वधातुकसंज्ञक एतस्मात् कारणात् नूतनसूत्रस्य कार्यं भवति इदानीं दत्तमस्ति यदा भूयोग अयोगति वयं जानीमः अह कथं सिद्ध्यते शप् प्रत्ययात् शप् विकरणप्रत्ययात् शकार पकार तस्य इत्संज्ञा भूत्वा तस्य लोप इति सूत्रेण अवशिष्यते इदानीं ये वर्णाः इत्संज्ञा भवति तेषां कार्यमपि भवति लोप भूत्वा अपि तस्य तेषां कार्यं पुनः आगच्छति यथा इदानीं वयं पश्यामः शकार इत्संज्ञा भवति शकारस्य शकार इत् अस्ति तस्य नाम भवति शकार यस्य सः षित् शप् प्रत्ययस्य प्रत्ययस्य इत्संज्ञावान् शकार वयं वदामः संज्ञावान् अस्ति शकार यस्य सः इच्छित् अस्ति शकार स्वयं भवति संज्ञावान् शकारः शप् प्रत्ययस्य षित् अस्ति यदा भवान् पूर्वम् उक्तवान् शप् भव शकार भवति षित् पकार भवति पित् इदानीम् अस्माकं ध्यानम् अस्ति शकार प्रति सो शकार वा तिङ् तकार यस्य सः भवति तिङ् प्रत्ययः स कोऽपि यदि इत्संज्ञक वर्णः अस्ति तत् अस्ति तिंशत् सार्वधातुकमिति सूत्रेण तेषां शकारस्य नूतनसंज्ञा आगच्छति तद् भवति तिंशत् सार्वधातुकम् इति सूत्रेण सार्वधातुक संज्ञा तर्हि आहत्य तस्य नूतनकार्यं भवति सार्वधातुकमिति संज्ञा यदा आप्नोति तस्य अनन्तरं नूतनं कार्यं भवितुं शक्नोति. तर्हि भू अग्रे शप् अस्ति, यद्यपि शप्तः केवलम् अ एव तिष्ठति परन्तु शकारस्य पित् अस्ति यतः षित् अस्ति. षित् अस्ति चेत् नूतनकार्यं भवति. तदधुना भवती कृपया पठतु किमस्ति नूतनकार्यं. सार्वधातुक आर्धधातुकयोः इदानीं नूतनसंज्ञा प्राप्यानन्तरम् अन्यसूत्रम् आगच्छति सार्वधातुक आर्धधातुकयोः सप्त अध्यायस्य तृतीयपादे चतुरशीति सूत्रम्. अस्य सूत्रस्य अर्थम् एवम्, इगन्तधातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकप्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य इक्वर्णस्य गुणं भवति. अनेन सूत्रेण किं भवति, इगन्तधातो यदा वयम् इदानीं दृष्टवन्तः इक् प्रत्याहारस्य कोऽपि इक् प्रत्याहारस्य अन्यतमवर्णः यदि धातो अन्ते अस्ति अनन्तरं तस्य अनन्तरं सार्वधातुक अथवा आर्धधातुकप्रत्ययः यथा इदानीं वयं दृष्टवन्तः सार्वधातुकप्रत्ययः षित् प्रत्ययः लक शप् इति अस्ति तदा इङन्त अङ्गस्य इक्वर्णस्य गुणं भवति. यः इक्वर्णस्य कोऽपि वर्ण धातो अन्ते अस्ति तस्य वर्णस्य गुण संज्ञा आगच्छति, गुणकार्यं भवति तस्य. यथा वयं दृष्टवन्तः भू अस्ति अकार इदानीं शप् भूत्वा सार्वधातुकसंज्ञकवर्णं भवति. इदानीं सार्वधातुक आर्धधातुकयो इति सूत्रेण अकारस्य संज्ञा अस्ति सार्वधातुकसंज्ञा. अतः उकारस्य गुणकार्यं भवति, उकार भवति, ओ भो भवति उकार. साधु. आम् अस्तु, धन्यवादः महोदय. अग्रे जानकी महोदय. अहं पठामि वा? आम् महोदय, क्षम्यतां, लीना महोदय अस्ति, तत् बहुकालं गच्छत्. आम् भवती पठतु. पूर्णसूत्रार्थ अत्र उक्तः, अत्रतः पठनीयं वा? सार्वधातुक आर्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकञ्च आर्धधातुकञ्च तयोः इतरेतरद्वन्द्वः. सार्वधातुक आर्धधातुक तयोः सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम्. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. इको गुणवृद्धिः इति अनेन परिभाषा सूत्रेण इकः स्थानी भवति, यत्र स्थानी न उक्तम्. येन विधिः विधिस्तदन्यस्य इति अनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. अनुवृत्तिसहितं सूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. क्षम्यताम्, अहं किमपि न अवगन्तुं शक्नोमि. चिन्ता नास्ति, एकमेकं वाक्यं वयं पठामः. अस्तु, सार्वधातुक आर्धधातुकयोः. तर्हि प्रथमं वाक्यं किमस्ति? इगन्त अङ्गस्य इकः गुण भवति इति तु प्राप्तं. सार्वधातुके अर्धधातुके प्रत्ययपदस्य आशयं वदतु किमस्ति. यदि सार्वधातुकः वा अर्धधातुकः प्रत्ययः परे अस्ति चेत् इक् अङ्गस्य गुणः भवति. तर्हि तत्तु मुख्य आशयमस्ति, तत्तु भवती अवगच्छति. अधुना अग्रे किमस्ति? अर्धधातुकः च सार्वधातुकः च आर्धधातुकः च इति समासः ते वदति. सार्वधातुक अर्धधातुकयोः इति इतरेतरद्वन्द्वः समासः इति उक्तमस्ति अत्र. तत्पश्चात् सार्वधातु यथा रामः च लक्ष्मणः च रामलक्ष्मणौ भवति, आम् तथैव सार्वधातुकं च आर्धधातुकं च द्वन्द्वसमासयोः मिलित्वा इतरेतरद्वन्द्वसमासः. आम् प्राप्तं. सप्तमीविभक्ति अस्ति द्विवचने सार्वधातुक आर्धातुकयोः. तर्हि सप्तमीविभक्ति अस्ति, तस्य महत्त्वं किम्? परे परे तस्य परे कार्यं पूर्वकार्यं भवति इति. पूर्वकार्यम् अचिपरि. आम् आम् आम्. तर्हि किमस्ति, यत् सार्वधातुकं प्रत्ययः अस्ति अथवा आर्धातुकं प्रत्ययः अस्ति चेत् किमपि पूर्वकार्यं भवति इति आशयमस्ति. सप्तम्यन्तं पदमस्ति चेत् पूर्वे पूर्वपदस्य कार्यं भवति इति. तर्हि अत्र सार्वधातुक आर्धातुक सप्तमपद सप्तमी विभक्त्याम् अस्ति, अतः तस्मात् पूर्वं किमपि कार्यं भवति इति प्राप्तम्. तर्हि किं कार्यं भवति? अत्र गुणः कार्यं भवति, परन्तु तत् वयम् अग्रे पठामः. अस्तु, तर्हि अनन्तरं किं लिखितमस्ति, कि अनन्तरं किं नास्ति, मिदेर्गुणः इति सूत्र एक सूत्रमस्ति, तत्र पूर्वसूत्रमस्ति. 6384 अस्ति खलु सार्वधातुक आर्धकयोः, तर्हि 6382 अस्ति मिदेर्गुणः, तस्मात् गुणस्य अनुवृत्तिः इति एव. 7382 गुणस्य अनुवृत्तिः भवति. गुण इति पदस्य अनुवृत्तिः तस्मात् सूत्रात् भवेत् इति अभवत्. तर्हि अग्रे किं लिखितमस्ति? अङ्गस्य इति अधिकारसूत्रः अस्ति प्राप्तम्. अङ्गम् इत्युक्ते किं जानाति? अङ्गम् इत्युक्ते भवती यदि अस्ति तु भव इति अङ्गम् अस्ति. तर्हि अहं जानामि प्रत्ययस्य कृते एकम् अङ्गम् अस्ति. प्रत्ययः अस्ति, तत् प्रत्ययः येन योजितं भवति प्रयोजितः अस्ति तत् अङ्गमस्ति. तर्हि भूयोगः शप् योगः ति, अतः अत्र ति इति प्रत्ययः अस्ति खलु, तिङ् प्रत्ययः. तत् ति प्रत्ययस्य कृते भूयोगः शप् अङ्गमस्ति इति. शप् प्रत्ययः अस्ति खलु, तत् प्रत्ययः केन युक्तमस्ति? भू. तर्हि शब् कृते भू अङ्गमस्ति इति. तर्हि एकवारम् अष्टाध्यायी प्रत्ययस्य पूर्वं यत् तिष्ठति तत् अङ्गमस्ति वा? तत् तत् तत् यत् तिष्ठति तत् तत् प्रत्ययस्य कृते अङ्गमस्ति. अङ्गमस्ति प्राप्तं. तस्य प्रत्ययस्य एकवारम् अष्टाध्यायी सूत्रपाठम् अस्ति चेत् उद्घाटयतु. षष्ठाध्यायस्य चतुर्थपादस्य प्रथमसूत्रमस्ति अङ्गस्य. तर्हि अङ्ग अधिकारः अस्ति लिखितमस्ति प्राप्तं पेज् 114. अधुना मत्समीपे सूत्रपाठं नास्ति, नेक्स्ट् क्लास् तः अहं प्राप्नोमि. अस्य समीपे अस्ति, कृपया उद्घाटयतु पेज् 114. तत्र 641 षष्ठाध्यायस्य चतुर्थपादस्य प्रथमसूत्रमस्ति अङ्गस्य. तर्हि अङ्गस्य अपि एकं महत्त्वपूर्ण अधिकारः अस्ति. सप्तमाध्यायस्य अन्तपर्यन्तं गच्छति, 641 तः 7417 पर्यन्तं गच्छति. किं वदति यत् अस्मिन् अधिकारे यत् यत् ये सूत्राणि सन्ति, यानि सूत्राणि सन्ति, ते अधिकार ते अङ्गकार्यम् इति प्रतिनिधित्वं कुर्वन्ति. अङ्गकार्यस्य सूत्राणि सन्ति, यत् भवति तत् अङ्गकार्यं भवति. तर्हि सार्वधातुक आर्धातुकयोः इति अङ्गस्य अधिकारः अस्ति, अतः अनेन सूत्रेण किमपि अङ्गकार्यं भवति इति उक्तं. तर्हि इदानीं पर्यन्तम् अस्माभिः किं दृष्टं, यत् परे सार्वधातुक अथवा आर्धातुकप्रत्ययः अस्ति चेत् पूर्वे यत् अङ्गम् आगच्छति, यत् अङ्गं तस्मात् पूर्वं यत् अङ्गम् आगच्छति तस्मिन् अङ्गे गुणकार्यं भवति, तस्य गुणकार्यं भवति. सम्पूर्ण अङ्गस्य गुणकार्यमस्ति अथवा किमपि वर्णस्य गुणकार्यमस्ति इति तु वयं न जानीमः. तर्हि अग्रे सूत्रं किं लिखितमस्ति पठतु. इको गुणवृद्धिः महोदय, मिदेर्गुणः तस्य अधुना किमपि अर्थः नास्ति, किमपि केवलं लिखितमस्ति यत् अनेन सूत्रेण अस्मात् सूत्रात् गुण इति शब्दस्य पदस्य अनुवृत्ति भवति इति एव अस्ति. इको गुणवृद्धिः इति अनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्. हा, तर्हि अधुना अस्माभिः दृष्टं यत् अङ्गस्य गुणकार्यं भवति खलु. गुणकार्यं गुणम् इत्युक्ते वयं जानीमः अदेन् गुणः तर्हि किमस्ति यत् गुणकार्यं भवति इत्युक्ते अकारः अथवा एकारः अथवा ओकारः किमपि आगच्छति इति खलु. तर्हि कुतः आगच्छति, सम्पूर्ण अङ्गस्य स्थाने आगच्छति अथवा किमपि एकवर्णस्य स्थाने आगच्छति, सूत्रे किमपि लिखितं नास्ति खलु, लिखितं नास्ति. तर्हि एकसूत्रमस्ति इको गुणवृद्धिः, तर्हि इको गुणवृद्धिः एकं परिभाषासूत्रमस्ति. परिभाषासूत्रं किमस्ति महोदय, जानाति खलु. परिभाषा नाम किमपि अधुना स्मरामि किमस्ति. To remove the confusion, there is a sutra that is called as paribhasha, is it? Yes, yes. To remove the confusion, iti na. Parantu, yadi... Aniyame niyama karyam iti. Kimapi anyat karyam asti, vayam na jani maha kim karyam asti, iti sutram agastya vadati, yad kim karyam karaniyam. Sahayatam, sahayatam, sahayatayam karoti. हेल्पर् सूत्रं सहायकरम्. ओके, सहायकरं सूत्रं. तर्हि अत्र वयं न जानीमः खलु गुणकार्यं कुत्रप्रेट् अदर् रूट्स्. अस्तु, तदस्ति. तर्हि अधुना भू इति धातुः अस्ति चेत् भ अत्र कार्यं करणीयं या उ इत्यत्र कार्यं करणीयम् इति कन्फ्यूजन् दूरकरणार्थम् एतत् सूत्रं कृतमस्ति वा. इकः गुणवृत्तिः, इकः यत्र अस्ति तत्र एव गुणः वा वृद्धिः वा भवति. आम्, तत्र भू अस्ति खलु, भू. अधुना वयं केवलं जानीमः यत् भू तस्य गुणकार्यं करणीयं, परन्तु गुणकार्यं कुत्र करणीयम् इति न जानीमः. तर्हि इको गुणवृद्धिः इति सूत्रं वदति यत् यदा किमपि लिखितं नास्ति, स्थानी अत्र इत्युक्ते यस्य स्थाने कार्यं भवति, तत्र यदि स्थानी उक्तं नास्ति तर्हि इक् वर्णस्य स्थाने गुणकार्यं करोतु इति अथवा वृद्धिकार्यं करोतु. तर्हि भूधातु मध्ये इक् संज्ञकवर्णः कः अस्ति, उकार अस्ति. तर्हि लिखितं नास्ति अतः उकारस्य स्थाने करोतु गुणकार्यम् इति. अस्तु, तर्हि अधुना वयं जानीमः यत् भूधातुमध्ये उकारस्य स्थाने गुणः भवति सार्वधातुक आर्धातुकप्रत्ययः परः अस्ति चेत् खलु प्राप्तं तर्हि अग्रे किमस्ति येन विधिः तद् विधिस्तदन्तस्य इति अनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्तस्य अलोन्तस्य प्राब्लम् अलोन्तस्य अनन्तरम् आगच्छति अनन्तरम् अन्ते किं लिखितमस्ति तर्हि वयं जानीमः यत् इकः अङ्गः अस्ति चेत् इकः अङ्गः अस्ति चेत् तस्य गुणं भवति खलु अधो भू अस्ति इक् अस्ति तस्य गुणः भवति तर्हि परन्तु प्रश्नः अस्ति यत् केवलम् इक् अङ्गः अस्ति अथवा किम् इक् अङ्गः इत्युक्ते किं नाम केवलं तत् अङ्गं यत् यत्र उकारः अस्ति उकारः अस्ति वा अथवा किम् नाम इ यदि केवलम् अस्ति इ अस्ति केवलम् अथवा केवलम् उ अस्ति तत्र एव भवति अथवा कुत्र कुत्र भवति तर्हि येन विधिस्तदन्तस्य इति सूत्रमस्ति तत् वदति यत् इकः अङ्गः यदि उक्तमस्ति अथवा किमपि अङ्गम् उक्तमस्ति तर्हि केवलम् इ अथवा उ अथवा ऋ इति न परन्तु यस्य यस्य अङ्गस्य अन्ते इ अथवा उ अथवा ऋ इति आगच्छति तत् ते सर्वे अङ्गाः इगन्त अङ्गाः ते सर्वे अङ्गाः इकः सन्ति इति इकः अङ्गः अस्ति इति नाम भू अस्ति खलु मध्ये केवलम् उकारः नास्ति भकारः अपि अस्ति तदेव जि अस्ति जि मध्ये केवलम् इकारः नास्ति जकारः अपि अस्ति परन्तु तदपि तथापि ते सर्वे इगन्त अङ्गाः सन्ति यतोहि येन विधिसुदन्तस्य इत्युक्ते इकः अङ्गः इत्युक्ते न केवलम् इक् परन्तु तादृशम् अङ्गं यस्य अन्ते इक् तत् इगन्त तर्हि इक् अङ्गः अस्ति तत्रापि कार्यं भवति जि अपि अस्ति तदपि कार्यं भवति इति अग्रे अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेश इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः तर्हि किमस्ति तर्हि वयं जानीमः अङ्गस्य स्थाने वयं जानीमः यत् इको गुणभित्तिः इति सूत्रेण गुणकार्यम् इकवर्णस्य स्थाने भवति खलु परन्तु इक् वर्णः कुत्र आगच्छति प्रथमे मध्ये पूर्वे कुत्रापि आगच्छति चेत् गुणकार्यं भवति वा अन्ते अस्ति चेत् अन्ते अस्ति चेदेव तर्हि अत्र अधुना एकम् अलोन्त्यस्य नूतनसूत्रमस्ति परिभाषासूत्रम् इव अस्ति तत् वदति यद्यपि यदा यदा कोऽपि स्थाने उक्तं नास्ति तर्हि सामान्यतया अन्तिमवर्णस्य स्थाने कार्यं भवति करणीयम् तर्हि अत्र भूधातुः अस्ति अत्र तु केवलम् एकमेव अस्ति इकप्रत्याहारस्य वर्णः अतः अत्र क्लेशः नास्ति परन्तु यदि कस्मिंश्चित् धातौ बहूनि इकवर्णानि सन्ति चेत् कुत्र करणीयं अन्तिमवर्णस्य कार्यं करणीयं केन सूत्रेण अलोन्त्यस्य सूत्रेण नाम किमस्ति आहत्य किमस्ति यत् धातोः अन्ते आहत्य किमस्ति यत् यदि इगन्तधातोः अस्ति नाम यस्य धातोः अन्ते इक् प्रत्याहारस्य वर्णः आगच्छति तस्य धातोः कृते अन्तिम इक् तत् अन्तिमवर्णः यत् अस्ति इगन्तवर्ण इक् वर्णः यत् अस्ति तस्य गुणकार्यं भवति यदि अग्रे सार्वधातुक अथवा प्रत्ययः आगच्छति चेत् प्राप्तं साक्षात् अग्रे अलो अन्तस्य इति सूत्रं खलु अलः वर्णः इत्युक्ते अल् इत्युक्ते स्वरः व्यञ्जनानि खलु तर्हि चित्रस्य आशयमस्ति यत् यदि यदा किमपि कार्यं करणीयं तस्य कस्यापि वर्णस्य स्थाने कस्यपि कस्यापि स्थाने कार्यं करणीयं सामान्यतया तत् कार्यम् अन्तिमवर्णस्य स्थाने आगच्छति इति प्राप्तं धन्यवादः खलु तर्हि अनुवृत्तिस्य सूत्रं किम् अस्ति इकः एकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः तर्हि गुणः कुत्र भवति कस्य वर्णस्य भवति इति सर्वम् अस्माभिः परिभाषासूत्राणि ये सन्ति इको गुणवृद्धिः येन विधिसदन्तस्य अलोन्त्यस्य तेषां सहायतया अस्माभिः तर्हि अग्रे किमस्ति अग्रे क्षम्यता धन्यवादः महोदय अग्रे जानकी महोदय अस्ति खलु अधुना भवती वदतु किमस्ति अधुना भूयोगः अयोगः ति इति स्थितौ अस्य सूत्रस्य प्रसक्तिः अस्ति न वा इति सूत्रस्य प्रसक्तिः अस्ति न वा इति पश्येम प्रसक्तिः इत्युक्ते प्रसङ्गः भूधातुः इगन्तधातुः अशपः प्रतिनिधिः शप्षित् अस्ति अतः तिंषित् सार्वधातुकम् इति सूत्रेण तस्य सार्वधातुकसंज्ञा तिंषित् सार्वधातुकं तृतीय अध्याये चतुर्थपादे त्रयोदशोत्तर एकशततमं सूत्रमस्ति वदामि वा महोदय अग्रे पठामि वा इगन्तः भूधातुः भूधातुः पूर्वमस्ति परमस्ति सार्वधातुकसम्यक अप्रत्ययः अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः सूत्रस्य निकषाः पूरिताः अधुना अनेन सूत्रेण किं कार्यं सिद्ध्यति अङ्गस्य अन्तिमवर्णः यः इक् तस्य गुणादेशः भूधातौ यः ऊकारः तस्य गुणादेशः अतः भू भो इति भवति भो योगः अ योगः ति इति स्थितिः इदानीं एतावता वयं पूर्वं वयं किं पठितवन्तः चेत् इकः अङ्गस्य गुणः भवति सार्वधातुक आर्धधातुकयोः प्रत्ययोः परे ते सन्ति चेत् तत् पूर्वम् अङ्गस्य गुणः भवति अन्तिम अल् वर्णे तद् अन्तिमवर्णे तद् गुण गुणः भवति तत्र गुणः भवति इदानीं भूयोगः इति वयं स्वीकुर्मः चेत् पश्यामः तद् भवति वा भू तस्य गुणः भवति वा इति पश्यामः चेत् इगन्तधातुः अस्ति शप् विकर्णप्रत्ययः षित् इति षित् पित् भवति अतः तिङ् षित् सार्वधातुकम् इति सार्वधातुकसंज्ञा प्राप्ता इति प्राप्ता तेन कारणेन भूधातुः पूर्वमस्ति पर निमित्तं पर सार्वधातुक शप् अप्रत्ययः अस्ति अतः सार्वधातुक आर्धधातुकयोः गुणः इत्यस्य प्रसक्तिः भवति तद् पूरिता अस्ति तद् सामीप्यं तत्र पृष्ठतः सप्तमी निमित्तसप्तमी इति कारणात् तद् तु इदानीं निमित्तम् अभवत् इति कारणात् निश्चयेन गुणः भवति इति अस्ति इक् वर्णस्य गुणः भवति इति तेन कारणेन भूधातुः ऊकारः अस्ति तस्य गुणादेशः ओ भवति भो अति इति स्थितिः अस्ति अस्तु तर्हि अधुना वयं जानीमः यत् भूयोगः शप् योगः ति शप् इति षित् प्रत्ययः अस्ति अतः तिंषित् सार्वधातुकम् इति सूत्रात् तस्य सार्वधातुकं संज्ञा भवति तदनन्तरं शप् प्रत्ययः सार्वधातुकं प्रत्ययः अस्ति अग्रे आगच्छति, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण निमित्तसप्तमी अस्ति, अतः पूर्वकार्यं भवति, भूधातु मध्ये गुणकार्यं भवति इति सूत्रस्य आशयः अस्ति। भूधातु मध्ये गुणकार्यं कुत्र भवति? यत् इकवर्णः अस्ति तस्य स्थाने भवति, अतः इक् स्थाने इत्युक्ते उकारस्य स्थाने गुणकार्यं भवति, ओकारः इति भवति, भो इति नूतनपदं नूतन भवति, भो योगः अयोगः इति। अस्तु, तर्हि एकः प्रश्नः मम अस्ति, यदि कोऽपि जानाति वा वदतु, कथं जानीमः यत् उकारस्य स्थाने ओकारः एव आगच्छति, न तु एकारः अथवा अकारः? यत् गुण अदेङ्गुणः इति सूत्रेण वयं जानीमः यत् अकारः एकारः ओकारः गुणवर्णाः सन्ति, तर्हि किमर्थं कथं जानीमः यत् उकारस्य स्थाने ओकारः एव आगच्छति? स्थाने अन्तरतमः सूत्रं किं वदति? क्रमेण ये वर्णाति तस्य भवति। तदनन्तरम् अन्यं सूत्रमस्ति तुल्यान्तर तुल्यस्य प्रयत्न यत् उच्चारणस्य स्थाने ये ये वर्णाः सदृशाः सन्ति तेषाम् अन्तर्तमः अन्तर्तमः वर्णस्य ग्रहणं करोतु। अतः अ ए ओ अस्ति खलु, अस्य अ ए ओ मध्ये कः वर्णः उकारस्य स्थानी इव अस्ति, नाम कस्य कस्य वर्णस्य उच्चारणम् उकार एव अस्ति? ओकारस्य ओकारद्वयो द्वयोः स्थाने ओष्ठं भवति, ओकारस्य अपि कष्ठमपि अस्ति किन्तु ओष्ठं द्वयो सामान्यमस्ति, तत् अतः उकारस्य स्थाने ओकार आगच्छति स्थाने अन्तरतम् इति सूत्रेण। तथैव इकारस्य स्थाने किम् आगच्छति? इकारस्य उच्चारणं भवति तालु एकार अस्ति अकार एकार योजनेन तु तस्य सामीप्यं भवति तालु तालुव्य इति उच्चारणेन तस्य अतः इकारस्य स्थाने एकार आगच्छति। तर्हि इकारस्य स्थाने तुल्यस्य प्रयत्नं सवर्णम् इति अपि आगच्छति वा महोदय? तुल्यस्य प्रयत्नं सवर्णम्, तुल्यस्य प्रयत्नं सवर्णं न अप्लिकेबल्? अहं तु अत्र कोऽपि सूत्रमस्ति वा अत्र अष्टाध्यायी? एतत् सूत्रमस्ति, तद्भवति यत्र स्थाने अस्ति वा अभ्यन्तरप्रयत्नमस्ति वा बाह्यतरप्रयत्नः अस्ति वा अस्ति तत्र कण्ठः तालु मूत्ना इति सामान्य भवति किल, सामान्यं भवितव्यम्। कण्ठस्य उच्चारणस्य स्थानानि स्थानेषु सामान्यं भवितव्यं, कण्ठः अपि अभ्यन्तर बाह्यप्रयत्नस्य तयोः अपि सामीप्यं भवितुम् आवश्यकम् अस्ति। अस्तु अस्तु, तर्हि अग्रे अग्रे किमस्ति? परिभाषासूत्राणि। अस्तु, तर्हि अग्रे पठामः। कोऽस्ति? अमित् महोदय अस्ति खलु? अमित् महोदय आं पठतु महोदय, प्रथमम् आरम्भं करोतु, पञ्चनिमेषाः एव सन्ति। कुत्रतः आरम्भ? परिभाषासूत्रं परिभाषासूत्राणि परिभाषासूत्राणि षष्ठसोपानम् परिभाषासूत्राणि। पाणिनिः सूत्राणां लघुत्वम् इच्छति, तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारकसन्देशः अपेक्षते तस्य वारं वारम् आवृत्तेः स्थाने परिभाषासूत्रं पाणिनिना विरच्यते। इमानि सूत्राणि कस्यचित् सूत्रार्थस्य पूरणाय सहायं कुर्वन्ति यथा सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अर्थपूर्णार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि इको गुणवृद्धि इति सूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम् येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वयस्यापि भवति स अन्ते यस्य स तदन्तः तस्य तदन्तस्य बहुव्रीहिः विधीयते इति विधिः येन तृतीयान्तं विधिः प्रथमान्तं तदन्तस्य षष्ठ्यन्तं त्रिपदम् इदं सूत्रम् स्वं रूपं शब्दस्याद् शब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः स्वस्य रूपस्य अनुवृत्तिसहितसूत्रं येन विधिः तद् अन्तस्य स्वस्य रूपस्य च तर्हि एकवारं वदतु किं लिखितमस्ति अधुना पर्यन्तम् अष्टाध्यायाय लघुत्वं प्रधानं तदर्थं वारं वारं यः सन्देशः प्राप्तं भवति तस्य परिभाषासूत्रेण उच्यते उदाहरणार्थे सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अर्थपूर्णार्थं त्रीणि सूत्राणि आवश्यकानि प्रथमसूत्रम् इकोगुणवृद्धिः इकोगुणवृद्धिः किं वदति स्थानि न उक्तमस्ति चेत् गुणवृद्धिः इकः भवति इति वदति इकः इत्युक्ते किम् इक् वर्णस्य तर्हि अत्र इक् वर्णस्य स्थाने गुण अथवा वृद्धिः भवति तर्हि इको इति पदे विभक्ति का अस्ति षष्ठी हा षष्ठी इत्युक्ते स्थानी स्थानी तर्हि इक् प्रत्याहारस्य प्रत्याहारे यत् वर्णः अस्ति तस्य स्थाने गुणकार्यम् अथवा वृद्धिकार्यं भवति इति अस्तु द्वितीयसूत्रं येन विधिः तद् अन्तस्य येन विधिः तद् अन्तस्य अर्थं तु प्राप्तं समस्तपदम् आगत्वा किञ्चित् क्लिष्टता भवति आम् जानामि तर्हि एकं कुर्मः यत् समस्तपदस्य विवरणं तु अग्रिम वर्गे कुर्मः अधुना भवान् केवलं वदतु तस्य आशयः किम् आशयं तु सरलं यस्य सूत्रे विधि भवति तस्य यस्य क्षम्यताम् येन विधि येन इत्युक्ते योगे वा तृतीयविभक्तिः अत्र योगे तु नास्ति केवलं तृतीयविभक्तिः अस्ति, सामान्यतृतीया अस्ति. ओके, येन विधिः तद् अन्तस्य एकम् उदाहरणम् एकाम् उदाहरणं गृहीत्वा चर्चां कुर्मः. अत्र सार्वधातुक आर्धधातुकयोः अस्ति खलु उपरि, तत्र अनुवृत्तिसहितसूत्रं किम् अस्ति? इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः खलु. तर्हि प्रश्नः अस्ति यत् इकः अङ्गः नाम किं? वस्तुतः इकः अङ्गः अस्ति किं? यत् अङ्गं यत् यस्मिन् अङ्गे इक् अस्ति, यत् अङ्गम् इक् अस्ति. नाम यदि अङ्गम् अस्ति इ अथवा उ अथवा रु, तत् एव अङ्ग अस्ति चेत् तस्य गुणकार्यं करोतु. तत्र तत्र स्वस्य रूपं किम् अस्ति? ओ इ अथवा उ अथवा रु अथवा लृ. तर्हि एतावत् अस्ति चेत् केवलम् अङ्गं यदि केवलम् इ अथवा उ अथवा रु अथवा लृ अस्ति केवलम्, अन्ये अन्ये कानि अपि वर्णानि न सन्ति, केवलम् इ उ रि लृ अस्ति चेत् तथा एव तदैव गुणं करोतु इति. परन्तु तद् केवलं तद् नास्ति. येन विधिसिद्धान्तस्य इति सूत्रेण यत् कोऽपि विधिः अस्ति, नाम अत्र गुणविधिः अस्ति, तत् केवलं स्वस्य रूपस्य स्थाने न करोतु. नाम केवलम् इक् अङ्गः अस्ति चेत्, इकारः उकारः ऋकारः अस्ति चेत् तत् चेदेव तत्र एव न करोतु. परन्तु यदि तत् तत् पदस्य अन्ते यदि अपि आगच्छति, अङ्गस्य अन्ते अपि आगच्छति, तदा अपि कार्यं करोतु. अतः गुणकार्यं केवलं इ उ रु लृ अङ्गस्य स्थाने न भवति, परन्तु यस्य यस्य अङ्गस्य अन्ते इकारः उकारः अस्ति ऋकारः अस्ति तथापि तत्र अपि गुणकार्यं करोतु इति. अवगतम्. एतत् सर्वं सर्वम् अङ्ग एतत् सर्वम् अन्तिमवर्णः किल? अनेन सूत्रेण अभावात् इकः अङ्गस्य इत्यर्थे केवलं यदा अङ्ग सम्पूर्ण अङ्गम् इक् अस्ति तदेव गुणकार्यं भवति. परन्तु इदं सूत्रं वदति यत् सम्पूर्ण अङ्गम् एव न, तद् तस्य अङ्गस्य अन्ते इक् अस्ति तदपि कार्यं भवेत् इति. तर्हि वस्तुतः पाणिनि इच्छति यत् तेन लिखि सः लिखितुम् इच्छति यत् इक् इक् पदस्य इक् अङ्गस्य इगन्त अङ्गस्य स्थाने गुणं करोतु, अन्ते अन्तस्य गुणं करोतु. परन्तु बहूनि सूत्राणि सन्ति यत्र अन्ते अन्ते अन्ते आगच्छति, सर्वत्र सः लिखति अन्ते अन्ते, तर्हि संक्षिप्तं न संक्षेपः न भवति. अतः सः नूतनसूत्रमेव करोति येन विधिसिद्धान्तस्य. नाम कोऽपि विधिः अस्ति चेत् केवलं तस्मिन् प्रकारस्य अङ्गस्य स्थाने न, परन्तु अन्ते अपि आगच्छति चेत् तत् कार्यं करोतु इति इति अस्ति. बृहत् रूपेण सूत्रस्य चर्चां वयम् अग्रे कुर्मः. अधुना वयं विरमामः. कोऽपि प्रश्नः अस्ति वा इदानीं पर्यन्तं? प्रश्नः वदतु. अहं वदामि वा? पृच्छतु. अत्र ई धातुः वा जी धातुः अस्ति चेत् ई धातुः अपि गुणकरणीयं, तथा च जी धातो ज इत्यस्य वर्णस्य अन्तिमे ई अस्ति तदा अपि गुणः करणीयम् इति प्राप्तव्यं वा? उत्तमम्. ओके ओके, थेङ्क् यू. कोऽपि अन्यप्रश्नः अस्ति वा? क्षम्यतां महोदय, सार्वधातुक इत्युक्ते किम् इति वयं जानामः जानीमः किं सार्वधातुकः डेफिनेशन् कृतं पृच्छति वा भवती? न जानामि. अस्तु, सूत्रमस्ति खलु तथैव तथैव सूत्रम्. अस्तु अस्तु अस्तु, धन्यवादः. सार्वधातुकम् इति संज्ञायाः संज्ञासूत्रं डेफिनेशन्. धन्यवादः महोदय, धन्यवादः. कोऽपि अन्यप्रश्नः अस्ति वा? न महोदय. एकमस्ति, एकं सूचनामस्ति, सूचना अस्ति, स्टार्टिङ्ग् फ्रोम् नेक्स्ट् वीक् देर् इस् गोयिङ्ग् टु बि डेलैट् सेविङ्ग् इन् द US. सो इट् वोण्ट् अफेक्ट् द इण्डियन् स्टूडेण्ट्स्, बट् पीपल् हू आर् इन् द US राइट् नौ, हू आर् अटेण्डिङ्ग् फ्रोम् US, ऐ डोण्ट् थिङ्क् देर् इस् एनिबडि, बट् इफ् देर् आर् एनी, देन् द क्लास् विल् स्टार्ट् वन् अवर् लेटर् फार् द US पीपल्. For India, it is still going to be 8:30 p.m. Yes. Mail agachati. Yeah, okay. Mail. I'll send another mail. Mail agachati. Raksha Bhagini prachitavati. Raksha Bhagini had sent some mail that the time might change in India, but for our class, the Indian time is... Yeah, okay. It is still going to be 8:30 p.m. Tadeva. Astu, astu, mahade. Okay. अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः महोदय.